नमस्कारः सर्वेषाम्, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। यं लुगन्तदातवः इति पाठः अन्तिमभागे स्मः। गतसप्ताहे पदनिर्णयस्य विषये दृष्टवन्तः, तत्र यङ् इति ङित् अस्ति, यद्यपि तस्य लुक् जातः चेदपि तस्य किमर्थम् आत्मनेपदित्वं नास्ति इति चर्चितवन्तः, तत्र निर्णयः अपि प्राप्तवन्तः। एकवारं तत् कारिकां पुनः पठामः। शेषात् तत्र सिद्धान्तकौमुदी ग्रन्थकारः प्रतिपादयति यत् शेषात् कर्तरि इति परस्मैपदम्, अनुदातङित इति तु न, नित्वस्य प्रत्यय अप्रत्ययसाधारणत्वेन प्रत्ययलक्षणप्रवृत्तेः, यत्र हि प्रत्ययस्य असाधारणं रूपमाश्रियते तत्रैव तत्, अथ एव सुहृत् सत् सुदृशप्रसाद इत्यस्य अत्वसन्तस्य इति दीर्घोना योऽपि स्पर्धा शीङ्गादयो अनुदातङितः तेभ्यो अपि न अनुदातङितः इति अनुबन्धनिर्देशात्, तत्र स्तिपाष्टप शप इति निषेधात्, अत एव श्यान् श्यन्नादयो न गणेन निर्देशात्, किं तु शपेव चर्करीतं च इत्यादौ पाठात् शपो लुक् इति तत्र ग्रन्थकारेण प्रतिपादितं यङोचि इति सूत्रे। परन्तु वयं तु मध्यपाहं प्रत्येव तत्र शेषात् कर्तरि इति परस्मैपदं, तत्र यङो यत्र यङ् इत्यस्य लुक् जातः तत्र ङित्वात्, तत्र किमर्थं तत्र आत्मनेपदित्व पदिसंज्ञा न भवति इति प्रश्नः आगच्छति। तत्र यद्यपि तत्र यङ् इत्यस्य लुक् जातः तदापि तत्र अनुदातङित इति इत्यनेन आत्मनेपदित्वं न भवति, शेषात् कर्तरि इति परस्मैपदित्वमेव भवति। किमर्थम् इत्युक्ते तत्र ङित्वस्य प्रत्यय अप्रत्ययसाधारणत्वेन प्रत्ययलक्षणस्य प्रवृत्तिः, तत्र प्रत्ययलक्षणं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन यद् प्रत्ययलक्षणं वयं स्वीकुर्मः तस्य अप्रवृत्तिः अस्ति। किमर्थम् इत्युक्ते प्रत्यये अप्रत्यये अपि तत्र ङित्वम् अस्ति इति कारणेन, अप्रत्ययस्य उदाहरणमेव शीङ् धातुः, स्पर्ध धातुः, शीङ् धातुः, तत्र प्रत्ययस्य आवश्यकता नास्ति, तत्र ङित्वं धातोः एव स्वीकृतं चेदेव तत्र अनुदातङित आत्मनेपदम् इत्यनेन आत्मनेपदसंज्ञा भवति एव। तत्र एकम् उदाहरणं प्रदर्शितम्, सुदृशप्रासाद इत्यत्र इति, तत्र अत्वसन्तस्य इत्यनेन दीर्घः न भवति, तत्र समस्तपदमस्ति, सु इति उपसर्गः, तत्र दृष्ट्वप्रासाद इति तत्र सुष्ठु निर्मितम् अथवा शोभना शिलाखण्डेन निर्मितं प्रासादम् इति तस्य अर्थः। तत्र किं दृष्टवन्तः इत्युक्ते सुदृशद् इति आसीत्, तत्र जस् इति प्रत्ययः सुपो धातु प्रातिपदिकयोः इत्यनेन जस् इति प्रत्ययस्य लुक् जातः। इदानीं वयं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन अस् इति आनयामः चेत् सुदृशदस् इति भूत्वा तत्र दीर्घत्वम् अत्वसन्तस्य च धातोः इत्यनेन भवति वा इति प्रश्नः तत्र आसीत्, न भवति इति उत्तरमपि दृष्टवन्तः। किमर्थम् इत्युक्ते प्रत्यये अप्रत्ययसाधारणत्वेन प्रत्ययलक्षण अप्रवृत्तिः, तत्र यदा विद्वस् अथवा चन्द्रमस् इति स्वीकुर्मः चेत् तत्र प्रकृते एव अस् इति धातुः अस्ति, तत्र एव अत्वसन्तस्य च धातोः इत्यनेन दीर्घत्वं भवति। अत्र तु प्रत्ययलक्षण असाधारणप्रत्ययलक्षणं नास्ति, साधारणप्रत्ययलक्षणमेव अस्ति, अतः प्रत्ययलक्षणे प्रत्ययलोपे प्रत्ययलक्षणम् इति स्वीकृत्य तत्र दीर्घत्वं न भवति इति एतावत् वयं दृष्टवन्तः। अवगतं वा? अत्र प्रश्नाः सन्ति चेत् पृच्छन्तु, इतोपि किञ्चित् अवशिष्टमस्ति, तद् वयम् अद्य प्रायः तत् समापयामः। नमस्कारः। लक्षणं किं भगिनि? असाधारणम् इत्युक्ते तत्र अव्याप्ति असम्भव अतिव्याप्तिदोषरहितः एव असाधारणधर्मः। यदा वयं तत्र न्यायशास्त्रस्य शैल्या वदामः चेत् गोत्वं गोः लक्षणं किम् इति वदामः चेत् तत्र शृङ्गः शृङ्गः अस्ति किल, तत्तु गोः लक्षणं नास्ति। अन्येषु मृगेषु अपि तत्र शृङ्गत्वम् अस्ति। समीचीनम्। यदा गोः लक्षणं तत्र श्वेतत्वम् इति वदामः चेत् तदपि गोः लक्षणं न भवितुम् अर्हति। अन्ये मृगाः अपि कपिलगोः अन्यवर्ण गोः गोः अपि गवः अपि गावः अपि सन्ति किल अन्ये वर्ण, अतः तदपि लक्षणं न भवितुम् अर्हति। तादृश तत्र एक्स्क्लूसिव् प्रापर्टि गोः लक्षणम् इत्युक्ते सास्नावत्वम् इति वदामः। तद् यद् कण्ठे भवति तत् किं वदामः आङ्ग्लभाषायां तस्य शासना इति प्रसिद्धमेव न अस्य अर्थः ट्रान्स्लेशन् करोतु अनुवादः सास्ना इत्यस्य सास्नावत्वमेव गोः लक्षणं तत्र तस्य अतः एकं यदपि मृगं वा मनुष्यं वा किमपि स्वीकुर्मः द एक्स्क्लूसिव् प्रापर्टि डिफैन्स् दट् आब्जेक्ट् ओके पदार्थः अतः अतः अत्र प्रत्ययस्यापि एक्स्क्लूसिव् प्रापर्टि अस्ति प्रत्यये अपि अस्ति अप्रत्यये अपि तत् प्रापर्टि अस्ति चेत् तत् प्रत्ययलक्षणेन वयम् आनेतुं न शक्नुमः। अत्र उदाहरणं किम् उक्तम् इत्युक्ते शीङ्गधातुः शीङ्गधातुः धातोः एव णित्वमस्ति शेते इति आत्मनेपदीरूपं साधयितुं शक्नुमः। अत्र पृथक्तया एकः प्रत्ययः न आवश्यकः किल। केचन धातवः यत्र वयं तत्र तङ् इति अथवा प्रत्ययः योजयामः तत्र अनुदातत्वं भूत्वा तत्र आत्मनेपदीरूपं साधयामः। एद् धातुः एद् धातुः तत्र सामान्यतया णित्वं नास्ति परन्तु आत्मनेपदी धातुः अस्ति एतते इति रूपं भवति किल। तङ्गानाम् आत्मनेपदम् इत्यनेन तङ् इति तत्र नवप्रत्ययाः योजयामः चेत् तत्र आत्मनेपदत्वं साधयितुं शक्नुमः। सो द प्रापर्टि विच् इस् देर् इन् प्रत्यया अण्ड् अप्रत्यया इस् साधारणधर्म केवलं प्रत्यय अस्ति चेत् असाधारणधर्मः। अवगतं वा? अवगतम्। तादृशमेव यदा क्यामल् उष्ट्रः किल तस्य तद् हूफ् तद् तद् तस्य लक्षणं भवति किल कठम् इति वदामः तद् उष्ट्रस्य लक्षणम् तत्र असाधारणधर्मः भवेत्। अतिव्याप्ति अव्याप्ति असम्भवरहितधर्मः एव असाधारणधर्मः असाधारणधर्मस्य लक्षणं तद् समीचीनं वा भगिनि? भगिनि ऐ थाट् वि स्टाप् देर् अट् ये चन्द्रमाः आर् तस्मात् एव पठामः तस्मादेव किञ्चित् पठामः अद्य इतोपि किञ्चित् एव अवशिष्टं तद् आम् तत्र भवती एव आरम्भं करोतु। अतु प्रत्ययः यथा मतुक् वतुक् तवतु अस्तु अतु प्रत्ययः अतु प्रत्ययः यथा मतुप् वतुप् तवतु मत् येषाम् अन्ते ते धीमत् धीमत् योगः सु धीमान् इति भवति वत् येषाम् अन्ते ते भवत् योगः सु भवान् गतवत् योगः सु गतवान् असन्ताः यथा चन्द्रमस् वेदस् इति कृते अस् येषाम् अन्ते ते चन्द्रमस् योगः सु चन्द्रमाः अत्वसन्तस्य छा धातोः इत्यस्य उदाहरणेन मतुप् अत् अत् अन्तः अपि च अस् अन्तः इति कृते उपदा दीर्घः भवति इति उदाहरणानि अत्र दत्तं. पूर्वं वयं दृष्टवन्तः सुदृशद् इति कृते सुदृशद्योगः जस् इति कृते अत्वसन्तस्य च धातोः इति सूत्रस्य दीर्घत्वं नास्ति इत्यनेन दीर्घत्वं नास्ति इति अत्र अत्वसन्तस्य च धातोः इत्यनेन उपदा दीर्घत्व उदाहरणं दीयते. मत् प्रत्यय अन्ते अत् प्रत्ययन्ते अतु प्रत्यय अथवा अतु अतुस् लैक् मतुस् इत्यन् मतुप् मतुप् प्रत्ययेन प्रत्ययः साधितवन्तः. तत्कारणेन एव अत्वसन्तस्य च धातोः इत्यनेन धीमत् योगः सु धीमान् इति दीर्घत्वम् उपदा दीर्घत्वं भवति. तकारपूर्वस्य अकारः अन्तिमतकारपूर्व अकारः उपदा अकारः दीर्घत्वं भवति धीमान् इति भवति. वत् अपि भवान् एवं भवति. गतवत् अपि गतवान् भवति. अस् अन्तस्य वेदस् इत्यस्य कृते चन्द्रमस् वेदस् इत्यस्य कृते अपि अतु अस् अन्तस्य च धातोः इत्यनेन चन्द्रमस् योगः सु चन्द्रमाः इति चन्द्रमस् इति प्रत्ययसिद्ध्यर्थकाले अपि अस् अस् प्रत्ययः अस्ति. सुदृशद् इत्यस्य कृते प्रत्यय निर्णयतव्यकाले सुदृशद् एव अस्ति. दकारान्त अस्ति इति समीचीनं वा भगिनि? सम्यक् तदेव भगिनि. ओके तदेव. अतः एव तत्र वयं प्रश्नः तदा एव भवति. प्रत्ययलोपे प्रत्ययलक्षणम् इति प्रश्नः कदा भवति इत्युक्ते सुदृशद् योगः जस् तत्र जस् इति प्रत्ययस्य सुपौ धातु प्रातिपदिकयोः इत्यनेन लोपः जातः. इदानीं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन पुनः आनयामः वा इति प्रश्नः. यदा आनयामः तदा एव अत्वसन्तस्य च धातोः इत्यस्य प्रसङ्गः भवति. किमर्थम् आनयामः? स्वसन्तस्य च धातोः इत्यनेन दीर्घत्वं कर्तुम् आनयामः वा इति प्रश्नः. न आनेतुं शक्नुमः इति उत्तरम्. परन्तु अत्र कः प्रसङ्गः इत्युक्ते पूर्वमेव अत्र इदानीं वयं लोपकार्यमेव न कृतं. सु इत्यस्य लोपः तु जातः हल्याभ्यो दीर्घात् इत्यनेन. परन्तु अत्वसन्तस्य च धातोः इत्यनेन दीर्घत्वं पूर्वमेव भवति. हल्याभ्यो दीर्घात् इति अनर्थरमेव. अतः तत्र अत्र प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य आवश्यकता नास्ति. अस्य अत्वसन्तस्य च धातोः कृते आवश्यकता नास्ति. प्रायः अन्यकार्यं भवति तत्र वयम् आनेतुं शक्नुमः वा इति भिन्नवार्ता. परन्तु अत्वसन्तस्य च धातोः इत्यस्य कृते अत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति न आवश्यकं. तदेव भेदः. सुदृशत् अनन्तरं विद्वत् अथवा धीमान् इत्यत्र धीमत् इत्यस्य कः भेदः इत्युक्ते तदेव. अस्तु भगिनि. स्पष्टमस्ति वा तद्? आं भगिनि आम्. अग्रे अपि पठतु भगिनि. यङन्तप्रसङ्गे यङन्तप्रसङ्गे धातुः स्वयं ञित् अस्ति. यङ् अतः ञित्वस्य स्वीकारे समस्या नास्ति. यङन्तप्रसङ्गे ञित्वस्य स्वीकारार्थं लुप्तस्य यङ् प्रत्ययस्य लक्षणं करणीयं. तच्च न कर्तुं शक्यते यतोहि ञित्वं केवलं प्रत्ययधर्मः नास्ति अपि तु अपरेषु स्थलेषु अपि भवति. यथा शीङ् धातौ शीङ् अपि कृते अपि ञित्वम् अस्ति. सो यङ्गन्तप्रसङ्गे आर् यङ्ग् लुगन्तप्रसङ्गे यङ्ग् लुगन्तप्रसङ्गे ञित्व ङित्वस्य स्वीकारार्थं लुप्तस्य यङ् प्रत्ययस्य लक्षणं करणीयम् ओ ऐ थाट् यु डोण्ट् हेव् टु टेक् इट् बिकास् इट् इस् आल्सो देर् एल्स्वेर् पुनरेकवारं पठामि भगिनि. यङन्तप्रसङ्गे धातुः स्वयं ङित् अस्ति ओके अतः ङित्वस्य स्वीकारे समस्या नास्ति यङन्तप्रसङ्गे. यङ् लुगन्तप्रसङ्गे ङित्वस्य स्वीकारार्थं लुप्तस्य यङ् प्रत्ययस्य लक्षणं करणीयम् ओके. यङ् लुगन्तप्रसङ्गे यङ् लुक् अनन्तरमपि ङित्वस्य स्वीकारार्थं लुप्तस्य यङ् प्रत्ययस्य लक्षणं करणीयं तच्च न कर्तुं शक्यते यतोहि ङित्वं केवलं प्रत्ययधर्मः नास्ति अपि तु अपरेषु स्थलेषु अपि भवति यथा शीङ् धातौ ओके. एवमेव चन्द्रमस् इति प्रातिपदिकं स्वयम् असन्तम् अस् अन्तम् अतः तस्य अस् अन्तस्य स्वीकारे समस्या नास्ति. आम् किन्तु सुदृशदस् सुदृशदस् इत्यस्मिन् यः अस् भागः सः तु प्रत्ययलक्षणेन स्वीकृतम् अतः अस् अन्तत्वं केवलं प्रत्यये भवति नास्ति अपि तु प्रातिपदिकेषु अपि भवति अतः प्रत्ययलक्षणेन असन्तत्वं न मन्तव्यम्. असन्तत्वस्य प्रत्ययमात्र अस् अन्तस्य प्रत्ययमात्र वृत्तित्वभावेन तत्पुरस्कारेण दीर्घः क्रियमाणे प्रत्ययलक्षणस्य असम्भवात् इति भावः ओके. थिङ्क् ऐ अण्डर्स्टाण्ड् ओके. यङ्गन्तप्रसङ्गे ओके ङित् अस्ति अतः ङित्वस्य स्वीकारे समस्या नास्ति ओके. बट् यङ् लुगन्तप्रसङ्गे ङित्वस्य स्वीकारार्थं यङ् लुक् अनन्तरं ङित्वस्य स्वीकारार्थं लुप्तस्य यङ् प्रत्ययस्य लक्षणं करणीयं तत्तु न भवितुम् अर्हति यतोहि ङित्वम् इति लक्षणं अपरे अपि अस्ति यथा शीङ् धातौ. एवमेव चन्द्रमस् इति पूर्वं वयं दृष्टवन्तः प्रातिपदिकं स्वयम् असन्तम् अतः अस् अन्तस्य स्वीकारः भवति समस्या नास्ति किन्तु सुदृशदस् इत्यस्मिन् यथा भगिनी उक्तवती अस् भागः स तु लैक् जस् इत्यस्य कृते अस् इत्यनेन सुदृशदस् इत्येव भवति. सुदृशदस् इत्यस्य कृते अस् अन्तत्वं केवलं प्रत्यये भवति इति नास्ति यतोहि अस् इति अन्तं प्रातिपदिकेषु अपि भवति अतः प्रत्ययलक्षणेन अस् अन्तत्वम् अत्र सुदृशदस् इति कृते न मन्तव्यम्. प्रत्ययलक्षणेन अस् अन्तत्वं न मन्तव्यम् ओके. स्टेट्मेण्ट् भगिनी अस् अन्तत्वस्य प्रत्ययमात्रवृत्तित्वाभावेन आं भगिनि अस् अन्तत्वस्य प्रत्ययमात्रवृत्तित्व अभावेन तत्पुरस्कारेण दीर्घः क्रियमाणे करेक्ट् भगिनी लैक् सतिसप्तमी तत्पुरस्कारेण दीर्घे क्रियमाणे प्रत्ययलक्षणस्य असम्भवात् इति भावः. ऐ अण्डर्स्टाण्ड् भगिनी ऐ केनाट् एक्स्प्लेन् अस्ति किमपि नास्ति यद् पूर्वं लिखितं तदेव अत्र किमपि जटिलरूपेण उक्तमस्ति तावदेव किमपि नास्ति. असन्तत्वस्य तद् यदा सुदृशदस् तत्र असन्तत्वस्य प्रत्ययमात्र अभावेन प्रत्ययमात्र वृत्तित्व भावः वृत्तित्वम् इत्युक्ते अस्तित्वं किल वृत्तित्वस्य अभावः यद् अस् इति अभागः अस्ति तद् प्रत्ययमात्र वृत्तित्वस्य अभावः अस्ति अत्र तत्र चन्द्र सुदृशदत् इत्यत्रापि अस्ति चन्द्रमस् इत्यत्रापि अस्ति अतः प्रत्ययमात्रं केवलं प्रत्ययेन एव उक्तम् इति न अभावः अस्ति तस्य अभावः अस्ति तत् पुरस्कारेण दीर्घे क्रियमाणे दीर्घे क्रियमाणे इत्युक्ते अस्माकं दीर्घः भवति इत्यनेन यत् दीर्घं क्रियमाणः अस्ति तत् प्रत्ययेन लक्षणेन न भवति असम्भवः अस्ति तस्य असम्भवः अस्ति किमर्थम् असम्भवः इत्युक्ते प्रत्ययमात्र वृत्तित्व अभावः अस्ति सः असम्भवः अस्ति केवलं तदेव प्रत्यय साधारणधर्मः अस्ति प्रत्यय असाधारणधर्मः नास्ति सः तद् दीर्घत्वं न भवति क्रियमाणः दीर्घत्वं यद् दीर्घत्वं क्रियमाणः अस्ति तद् न भवति तस्य असम्भवः अस्ति चन्द्रमः इति कृते अपि अतिव्याप्ति अस्ति सत्यम् अत्र वयं प्रत्ययलक्षणं आम् सत्यं परन्तु वयं तत्र प्रत्ययलक्षणम् इति तत्र न आवश्यकं तत्र तु वयं सामान्यतया कर्तुं शक्नुमः परन्तु अत्र तु प्रत्ययलक्षणम् आवश्यकं चन्द सुदृशदस् इत्यत्र प्रत्ययलक्षणम् इति आवश्यकमस्ति तद् तत्र नास्ति यदा भवती उक्तवती अत्र किम् अस्ति दोषः अतिव्याप्तिदोषः अतिव्याप्तिदोषः चन्द्रमः अथवा शीन् धातोः कृते अतिव्याप्ति अस्ति लक्षणे अपि लक्ष्ये अपि अस्ति अलक्ष्येषु अपि अस्ति लक्ष्ये अलक्ष्ये अपि अस्ति कृत्वा अतिव्याप्तिव्याप्तो समीचीनं तदेव सम्यक् धन्यवादः भगिनि अरुणा भगिनी स्पष्टम् अस्ति वा आं भगिनि भवती एव अग्रे पठतु चन्द्रमस्योपसु चन्द्रमस्युभसु च सुदृशदस्युभसु इत्यनयोः मध्ये कः भेदः चन्द्रमस् इति स्वभावेन प्रातिपदिकं सुदृश इति रूपं प्रत्ययलक्षणं कृत्वा साधितम् अत्र च यतोहि असन्तत्वं प्रत्यये अप्रत्यये उभयत्र भवति अतः प्रत्ययलक्षणं कर्तुं न शक्यते चन्द्रमशिवस्सु अत्र प्रश्नः अस्ति अत्र चन्द्रमशिवस्सु सुदृशस्सु द्वयो उपाहरणौ कः भेदः इति प्रश्नः अस्ति चन्द्रमस् इति स्वभावेन प्रातिपदिकं चन्द्रमस् अत्र अस् इति पदे अस्ति अन्ते अस्ति सुदृश इति रूपं प्रत्ययलक्षणं कृत्वा साधितम् अतः यतो अत्र च यतोहि असन्तत्वं प्रत्यये अप्रत्यये उभयः उभयत्र भवति असत्यत्वं प्रत्यये अस्ति चेत् अस्ति और् न अस्ति अपि भवति अतः प्रत्ययलक्षणं कर्तुं न शक्यते अत्र सुदृश अत्र केवलं प्रत्यय प्रयोज्य एव अत्र अस्ति अतः लोपावर्ति अपि भवितुम् अर्हति अतः प्रत्ययलक्षणं कर्तुं न शक्यते तदेव भगिनि सत्यम् तदेव यङ्गलुगन्तप्रसङ्गे अपि नित्यं तादृशसाधारणधर्मः यङ्ग्लुग तत्र यङ्ग् इति प्रत्यय हेस् प्रत्यय हेस् नित्वं सत्यं नित्वम् अस्ति अस्ति प्रत्ययलोपे नित्यमपि कर्तुं न शक्यते भगिनि सत्यं साधारणधर्मः अस्ति असाधारणधर्मः नास्ति प्रत्ययलोपे प्रत्ययलक्षणं कदा भवति इत्युक्ते असाधारणधर्मः अस्ति चेदेव भवति साधारणधर्मः अस्ति चेत् न भवति साधारणधर्मः कः इत्युक्ते प्रत्यये अपि भवति अप्रत्यये अपि यथा भवति तदा यङ् तत्र णित्वं कर्तुं न शक्नुमः तस्य एव उदाहरणं सुदृशद किमस्ति चन्द्रमसि चन्द्रमस् इत्यत्र स्वभावेन अस्ति प्रातिपदिके एव अस् इति अस्ति असन्तत्वं सुदृशदस् इत्यत्र वयं यद् जस् इति प्रत्ययस्य लोपं प्रथमं कृतवन्तः तदेव पुनः आनयामः प्रत्ययलक्षणेन यद् आनीतं तत्र अपि आनयामः इति कारणेन तत्र प्रत्ययलोपे प्रत्ययलक्षणं न भवति यदा प्रत्ययलोपे प्रत्ययलक्षणं न भवति तदा अत्वसन्तस्य च धातोः अपि न भवति तावदेव तदेव भेदः तदेव समानचिन्तनं यङ्ग्लुक् प्रसङ्गे अपि यङ्ग् नित्तस्ति नित्तस्ति इति कारणेन आत्मनेपदित्वं साधयितुं शक्नुमः वा प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन न भवितुमर्हति किमर्थम् इत्युक्ते प्रत्यये अपि अस्ति अप्रत्यये अपि अस्ति इति कारणेन साधारणधर्मः अस्ति अतः णित्वं साधयितुं न शक्नुमः शेषात् कर्तरि परस्मैपदम् इत्यनेन परस्मैपदसंज्ञा एव भवति इति तत्र अन्ततो गत्वा तदेव निर्णायः अवगतं वा भगिनि अवगतं भगिनि विजया भगिनि पठति वा ये अपि महोदय पठतु भगिनि नमस्कारः महोदय अत्र चन्द्रमस् एपि स्पर्ध शीङ् शीङ्गादयो अनुदात्त नित नितः तेभ्योऽपि न अनुदात्त नितः इति अनुबन्धनिर्देशात् तत्र स्तिप शप इति निषेधात् यः धातुः अनुदातेन यथा स्पर्ध सङ्घर्षणे अपि च यः धातुः नित् यदा शीङ् स्वप्ने तेषामपि अनुदात्त नित आत्मनेपदम् इत्यनेन आत्मनेपदं न भवति यतोहि अनुबन्धेन निर्दिष्टकार्यं यङ् लुकि न भवति अनुदात्त नित आत्मनेपदम् इति सूत्रे अनुदात्तेत् च नित् च इत्याभ्यां पदाभ्याम् अनुबन्धग्रहणं भवति वदतु भगिनि किम् अवगतम् एपि स्पर्ध शीङ् एतत् धातोः दात शीङ्गादयो अनुदात्त नित नितः तेभ्योऽपि न अनुदातनित इति स्वीकुर्मः चेत् अत्र अनुबन्धलोप अनन्तरमेव अत्र निर्देशं भवति यत्र स्थिप शप इति निषेधात् यः धातुः अनुदातेत् यथा स्पर्ध सङ्घर्षणे इति अर्थे यः धातुः नित् यदा सीङ् अत्र अपि नित् अस्ति सिंह स्वप्ने इति तेषामपि अनुदात नित आत्मनेपदम् इत्यनेन यत्र नित् भवति तत्र अनुदातः अपि भवति तत्र आत्मनेपदम् इति अत्र इत्यनेन आत्मनेपदं न भवति पुत्र क्रमेण पश्येमि चेत् अत्र अनुदातनित आत्मनेपदम् अत्र सूत्रं किं भव किं सूचयति चेत् आत्मनेपदम् एतत् सूत्रेण भवति इति वयं जानीमः परन्तु आत्मनेपदं न भवति इति तत्र दत्तं किमर्थं चेत् अनुबन्धेन निर्दिष्ट आत्मनेपदं न भवति इति तत्र दत्तं खलु महोदय एतत् किं कुत्र कुत्र न भवति अवगतं वा प्रश्नः शीङ् स्वप्ने तेषामपि अनुदातः शीङ् इति अस्ति अत्र नित् अपि अस्ति परन्तु अत्र स्पर्ध सङ्घर्षणे इति धातोः अत्र अनुदातनित आत्मनेपदं न भवति इति तत्र दत्तं वा महोदय अत्र धातुः सम्यक् एव कुत्र न भवति इति वदतु तदेव मुख्यविषयः शीङ् धातुः अनु उपा शप इति निषेधात् एव अत्र अनु अनुबन्ध अनुबन्ध अनुबन्धनिर्देशात् अनन्तरम् एव अत्र स्थिप शप इति निषेधः भवति अतः अत्र आत्मनेपदं न भवति इति किम् अत्र न भवति प्रश्नः न अवगतवती प्रश्नः कः इत्युक्ते आत्मनेपदित्वं न भवति सम्यक् एव आत्मनेपदित्वं कुत्र न भवति शीङ् धातुः आत्मनेपदीरूपं किम् शेते शेते भवति एव किल न भवति इत्युक्ते कुत्र न भवति तदेव मुख्यविषयः अस्मिन्नेव वाक्ये अस्ति अस्मिन्नेव वाक्ये वदतु महोदय वदतु महोदय न न भवती एव पठतु अन्ते अस्ति पठतु अनुबन्धेन आत्मनेपद पदं न भवति यतोहि तद् पठतु पूर्णतया यतोहि अनुबन्धेन निर्दिष्टकार्यम् अनुबन्धेन निर्दिष्टकार्यम् अनुबन्धलोप अनन्तरं यत् कार्यं निर्दिष्टम् अत्र यङ्लुकि न भवति अत्र अनुबन्धलोपानन्तरं यत्र यत् कार्यं तिष्ठति तत् स्थाने यङ्लुकि न भवति इति तत्र दत्तम् एतदेव खलु महोदय समीचीनम् आत्मनेपदत्वम् अनुबन्धेन निर्दिष्टत्वात् यङ्लुकि न भवति आत्मनेपदसंज्ञा कुत्र न भवति इत्युक्ते शीङ् धातुः शेते इति रूपं वयं तु जानीमः एव किल तत्र अनुदातङ्गित आत्मनेपदम् इत्यनेन आत्मनेपदसंज्ञा भवति एव न भवति इत्युक्ते यक् लुकि न भवति किमर्थं न भवति इत्युक्ते तद् अनुबन्धेन निर्दिष्टमस्ति अतः तत्र न भवति तदेव उत्तरम् अग्रिमवाक्यमपि पठतु भगिनि अनुदातङ्गित आत्मनेपदम् इति सूत्रम् कुत्र महोदय अग्रिमवाक्यमेव अग्रिमवाक्यम् अनुदातनित आत्मने अनुदातनित आत्मनेपदम् इति सूत्रे अनुदातेत् च नित् च इत्याभ्यां पदाभ्याम् अनुबन्धग्रहणं भवति सर्वत्र एतत् भवति एव अनुदातेत् अनुदात इत् अनुदातेत् च नित् च इत्याभ्यां पदाभ्याम् अनुदातः अनन्तरं नित् एत इत्याभ्यां पदाभ्याम् अनुबन्धग्रहणं भवति एव केन भवति इत्यस्य उत्तरम् अनुबन्धग्रहणम् इति आवश्यकं किल अस्माकं यङ् लुकि आत्मनेपदत्वं न भवति अनुबन्धेन निर्दिष्टकार्यं न भवति यङ् लुकि केन वयं जानीमः इत्युक्ते तत्र अनुधाते नित् इति यत् सूत्रे उक्तं तेन तेभ्यः पदेभ्यः वयं जानीमः समीचीनं वा आम् महोदय, धन्यवादः. अत्र किञ्चित् क्लिष्टकरमेव अस्ति, परन्तु अत्र एतत् सर्वं वयं जानीमः, परन्तु अत्र मध्ये मध्ये किञ्चित् लेखनसङ्घर्षणेन लेखनशैली किञ्चित् क्लिष्टकरमस्ति. आम् सत्यं सत्यं, तदेव तत्र न भवति इत्येव उत्तरं, किमपि अन्यत् नास्ति. पुनः उषा भगिनी तद् कारिका पठति वा? एतद् एषा परिभाषा वयं पूर्वं बहुवारं पठितवन्तः, अस्य अर्थः अद्य पूर्णतया जानीमः. आम् भगिनि. अस्तु भगिनि. ष्टिपा शपा अनुबन्धेन निर्दिष्टं यत् गणेन च, यत्र एक अच् ग्रहणं, यत्र एक अच् ग्रहणं चैव पञ्चैतानि न यङ्लुकि. अनेन ष्टिप् प्रत्ययेन निर्दिष्टं, शप् प्रत्ययेन निर्दिष्टम्, अनुबन्धेन निर्दिष्टं, गणेन निर्दिष्टम्, एकाच् ग्रहणेन इमानि पञ्चविधसूत्राणि यङ्लुकि न प्रवर्तनीयानि. ओके. ष्टिप् प्रत्ययेन निर्दिष्टं, शप् प्रत्ययेन निर्दिष्टम्, अनुबन्धेन निर्दिष्टं, गणेन निर्दिष्टम्, एकाच् ग्रहणेन इमानि पञ्चविधसूत्राणि यङ्लुकि न प्रवर्तनीयानि. अस्मिन् च उक्तं यत् अनुबन्धमात्रेण निर्दिष्टं कार्यं यङ्लुकि न भवति. अनुबन्धमात्रेण निर्दिष्टं कार्यं यङ्लुकि न भवति. यथा शीङ् सार्वधातुके गुणः इति सूत्रे शीङ् धातोः गुणः विधीयते ङकारः इति इत् संज्ञवर्णम् अवलम्ब्य ङकारः इति इत् संज्ञकवर्णस्य ग्रहणेन एव गुणः विधीयते. यङ्लुगन्तप्रक्रियायाम् इत् संज्ञकवर्णम् अवलम्ब्य यत् कार्यं तत् न भवति. अतः यङ्लुकि शेषीधातोः शेषेति सो गुणः अत्र न भवति इत्यनेन द्वित्वं प्रथमं शे ओके शेषी धातोः शेषेति शेषीतः शेष्यति इति रूपाणि पित्वादेव गुणः न अन्यत्र. शीन् धातोः शेषेति शेषीतः शेषेति शेषीतः शेष्यति इति रूपाणि पित्वादेव गुणः न अन्यत्र. शीङ् सार्वधातुके गुणः सर्वत्र गुणः. ओ अस्तु अस्तु भगिनि. एवमेव दिवादयः प्रायः एतावत् वदतु, अनन्तरं पश्यामः. एवमेव इति अन्यविषयः. अनेन ष्टिप् प्रत्ययेन निर्दिष्टं कार्यं, शप् प्रत्ययेन निर्दिष्टं कार्यम्, अनुबन्धेन निर्दिष्टं कार्यं, ष्टिप् शप् प्रत्ययनिर्दिष्टम् अपि अत्र शीङ् धातोः कृते एव अत्र पूर्वमेव दत्तम्. ओके. ष्टिप् शप् अनुबन्धनिर्दिष्टम् अनुबन्धनिर्दिष्टं, गणेन निर्दिष्टं वयं पठितवन्तः वा? सारि भगिनि, एकाच् ग्रहणेन अत्र आगच्छति अग्रे. ओके ओके. गणेन निर्दिष्टम्, एकाच् ग्रहणेन इमानि पञ्चविधसूत्राणि यङ्लुकि न प्रवर्तनीयानि इति कारिका वदति. केवलं शीङ् धातुः इति न, अन्येषु धातुषु विषये अपि स्थिपा निर्दिष्टं चेत् शप्रत्ययेन निर्दिष्टं वा अनुबन्धेन वा, अनुबन्धः एव शीङ् धातुः उदाहरणं, गणेन निर्दिष्टम्, एकाच् ग्रहणेन इमानि पञ्चविध सूत्राणि यङ्लुकि न प्रवर्तनीयानि. सूत्रस्य विषये पञ्चविधसूत्राणि इति तद् अण्डर्लैन् कुर्वन्तु. पञ्चविधसूत्राणि लैक् अनुबन्धबीजस्य या शीङ् इत्यस्य कृते. ओके. अस्मिन् च उक्तं यत् अनुबन्धमात्रेण निर्दिष्टं कार्यं यङ्लुकि न भवति. यथा शीङ् सार्वधातुके गुणः इति सूत्रे शीङ् धातोः गुणः विधीयते ङकारः इति इत् संज्ञकवर्णम् अवलम्ब्य शीङ्गः सार्वधातुके गुणः इति कृते इति सूत्रेण शीङ् धातोः कृते गुणः विधीयते ङकारः इति धातोः कृते अस्ति इत्यनेन ङकारः इति इत्संज्ञकवर्णस्य ग्रहणेन एव गुणः विधीयते यङ्लुगन्तप्रक्रियायाम् इत्संज्ञकवर्णम् अवलम्ब्य यत् कार्यं तत् न भवति अतः यङ्लुकि शीङ् धातोः कृते शेषी इति धातोः कृते ति प्रत्यय कृते तिप् पित् प्रत्ययेन शेषेति अथवा शेषीतः शेष्यति ओ तीतः अतीतः अति ओके ओके शेषेति शेषीतः शेष्यति ओके तत्र किमर्थं द्विवचन शेषेति द्विवचने शेषितः इति वदतु भगिनि तिप्रत्ययः पित् इत्यनेन शेष द्वित्वं प्रथमं द्वित्वं सो नूतनधातोः कृते शेषी इति अङ्गं भवति शेषी योगः तिप् इति कृते शेषेति इति पित्वम् इत्यनेन सार्वधातुक आदधातुकयोः इत्यनेन गुणः भवति शेषेति इति भवति तः इति कृते अपित् प्रत्ययः इत्यनेन गुण न भवति सो वर्णमेलनमेव शेषीतः देन् शेष्यति शेषी योगः अति सो शेष्यति इति यञ्चन्दि एव भवति इति अतः तत्र अनुबन्धेन निर्दिष्टम् अनुबन्धेन गुणः न भवति यतोहि शीङ् धातोः कृते तः अपि कृते अपि शीङ् इत्यस्य गुणः भवति धातोः कृते आम् शीङ् धातोः साधारणलटीरूपं सर्वत्र गुणः भवति अत्र यङ् लुक्ति प्रसङ्गे ङकारः यङ्लुकन्तप्रक्रियाम् इत्संज्ञकवर्णम् अवलम्ब्य कार्यं विच् कार्यं तत् न भवति इति उदाहरणेन शेषेति शेषीतः शेष्यति इति रूपाणि पित्वात् एव गुणः न अन्यत्र पित्वमेव कारणं गुणस्य अन्य शीङ्गः सार्वधातुके गुणः इत्यनेन न भवति अतः अनुबन्धेन निर्दिष्टं विषये वयं दृष्टवन्तः इदानीं द्वितीयविषयम् एवमेव एवमेव दिवादौ तुदादौ स्वादौ क्रयादौ इति सङ्केतेन ष्यन् इत्यादयः विकरणप्रत्ययाः न विधीयन्ते यतोहि धातुगणेन निर्दिष्टाः ओके अत्र यङ्लुगन्तप्रसङ्गे दिवादिधातु गणचिन्तनम् एव नास्ति दिवादौ तुदादौ स्वादौ क्रयादौ इति सङ्केतेन ष्यन् इत्यादयः विकरणप्रत्ययः न विधीयन्ते यतोहि धातुगणेन लटीरूपमेव धातुगणेन निर्दिष्टः भवति अत्र यङ्लुगन्तप्रसङ्गे धातुगणेन न निर्दिष्टः भवति इत्यनेन तत् कार्यं तत् विकरणप्रत्ययस्य विधानमेव नास्ति समीचीनं गणेन इति पदेन गणं निमित्तीकृत्य यावत् कार्यं तत् सर्वमपि निषिद्धं यङ्लुकि अतः केवलं शप् इत्येव भवति यतोहि शप् गणसम्बन्धं न अपि तु धातुसाधारणेन विधीयते धातुमात्रम् अपेक्षितं धातोः इति कृत्वा कर्तरी शप् अस्य प्रदर्शनार्थं कौमुदीकारः लिखति अत एव ष्यन्नादयः न गणेन निर्देशात् किं तु शप् एव ओके यङ् लुकि प्रसङ्गे गणेन इति गणनिमित्तीकृत्य कार्यं न भवति परन्तु शप् इति अस्ति यतोहि शप् इति कृते कर्तरी शप् इति एव भवति यत् शप् इत्यस्य कृते गणसम्बन्धं नास्ति, धातु सा धातु साधारणेन विधीयते इति कृते धातुमात्रं धातु इति एव अपेक्षितं. विकरणगण गण इति यत् गणः इति न उल्लेखः भवति कर्तरि शप् इति कृते, अथवा कौमुदीकारः लिखति अतः एव श्यन्नादयः, श्यन्नादयः न श्यन् इति विकरणप्रत्ययः चिन्तनं नास्ति गणेन निर्देशात्, श्यन् इति गणेन निर्देशात्, किन्तु शप् एव भवितुम् अर्हति यङ् लुगन्तप्रसङ्गे इति कौमुदीकारः लिखति. सम्यक्, तदेव. अतः इदानीं वयं गणे अनुबन्धेन निर्दिष्टं गणेन निर्दिष्टम् इति विषये दृष्टवन्तः. समीचीनं वा? शीङ् इति अनुबन्धेन निर्दिष्टं, गणेन यदा दिवादिभ्यः श्यन् तुदादिभ्यः श इति यदा उक्तमस्ति चेत् तादृशचिन्तनम् अत्र न भवति. यत्किमपि धातुः अनेन निर्दिष्टं तद् विकरणप्रत्ययः अत्र न आगच्छति. सर्वत्र कर्तरी शप् इत्यनेन शप् एव विधीयते. शप् इत्यस्य किं भवति इति अग्रे आगच्छति, परन्तु इदानीं कर्तरी शप् इत्यनेन शप् एव विधीयते. तावदेव भगिनी. शीङ् धातोः द्वित्वस्यं द्वित्वम् अनन्तरं प्रथम शे इति किं सूत्रं, किं सूत्रं कार्यम् अत्र? शीङ् धातो इति तत्र विशेषः किमपि आसीत् किल? अस्ति यङ्ग् तत्र यङ्ग् कार्यं सो दीर्घोपितः नास्ति. शीङ् धातुः सर्वदा विशेषधातुः एव किल? ईकारान्त ईकारान्तधातु वयं दृष्टवन्तः भगिनि पर अत्र एव करपत्रं कृते अस्ति इति कृते कस्पत्त भवति न. इकारान्तानाम् ईकारान्तानां च धातूनां गुणो यङ्ग्लुकोः भवति एव किल? ईकारस्य एकारः गुणः गुणो यम् तस्य एव बाधकसूत्रमासीत् किल दीर्घोकितः इति. गुणो यङ्ग्लुकोः सम्यक् एव गुणो गुणः एव किल? अकित् नास्ति अतः तत्र गुणोयङ्गुपोः इत्यनेन गुणः. किमपि आगमः इति किमपि नास्ति. अग्रिमपाठे पुनः आगच्छति एतानि सूत्राणि एव. पुनः अनन्तरं तिङ् योजयामः. तस्मात् पूर्वम् इतोपि एकवारं पश्यामः कार्याणि किं किम् अस्ति. आं भगिनि, इट् नीड्स् धन्यवादः. धन्यवादः अरुणा भगिनी. अग्रे आं भगिनि, परिभाषाम् एकाच् ग्रहणम् इति कथनेन इत्यस्य कथनेन कथितानां सूत्राणां प्रवर्तनं सङ्गलोके न भवति. परिभाषा ओके, या परिभाषा दत्तमत्र षट् प्रत्यया निर्दिष्ट षट् प्रत्यया निर्दिष्ट अनुबन्धेन कणेन निर्दिष्ट एकाग्रहणेन तत् कार्यं यङ् लुकि न भवति. यथा एकाच् उपदेशे अनुदात्तात् इत्यनेन उपदेशे अनुदात्तात् एकाचः अङ्गात् इत् न भवति. अनेन इदागमः निषेधः. यदा दुक्कृन् करणे इति धातोः धातौ ककारात् परः ऋकारः अनुदात्तः इत्यतः अस्मात् परः इदागमः न भवति. उदाहरणमस्ति क्रूय कर्तृच् कर्ता वः प्रापणे इति धातोः वकारात् परः अकारः अनुदात्तः इत्यस्मात् परः इदागमः न भवति. वह्यवहतृच् वोढः किन्तु अयं निषेधः यङ्लुकि न भवति. यदर्थं जाहिता जाहिता जाहिष्यति भेदिता इत्यादिषु स्थलेषु एकात् उपदेशे अनुदात्तात् इत्यनेन इट् इत्यस्य निषेधः न भवति. अत्र सूत्रं परिभाषासूत्र परिभाषा परिभाषस्य अस्ति एकाच् ग्रहणेन इति अस्ति चेत् यङ् लुक् न प्रवर्तते, अत्र न प्रवर्तते इति. एकाच् उदाहरणम् एकाच् उपदेशे अनुदात्तात् इत्यनेन अनुदात्ता उपदेशे अनुदात्ता अस्ति एकात् अच् अस्ति चेत् इरागमः न भवति. वयं जानीमः अनिट् इति अनेन इरागमनिषेधः. तदेव दुक्कृङ्करणे अपि ककारात् प्ररोकार अनुदात्तः. अत्र किं भवति, इनागमापि न भवति, कृपि एकाच् अस्ति. ओके, अनुदात्त अस्ति सः, अतः इनागम न भवति. कृच् कर्ता, वः प्रापणे दातु वकारात् पराकार अनुदात्त इत्यस्मात् अस् परः इनागम न भवति. अतः वः तृच् प्रत्य समये इदागमनं भवति, बोधः इति भवति. अयं सूत्रं यङ् लुकि न भवति. किमर्थं न भवति? प्रथमवाक्यं पठतु, तदेव उत्तरं. तदर्थं जाहिता जाहिष्यति विभेदिता इत्यादिस्थलेषु एकाच् उपदेशे अनुदात्ता इत्यनेन इत्यस्य निषेधः न. ओके, अत्र अन्यदातः अत्र जाहिता जाहिष्यति विभेति धातौ अनुदात्ता अस्ति अपि इदागम अस्ति, अतः इत्यस्य इडागम भवति. इडागमः भवति एव, निषेधः नास्ति. निषेधः तत्र सूत्रे किम् उक्तम्? एकाच् उपदेश अनुदात्तात् इति उक्तं समीचीनं. तत्र अनुदातः एकाच् अस्ति चेत् इडागमः न भवति इति निषेधसूत्रम्. इडागमस्य निषेधः अनेन सूत्रेण. तत्र पूर्वस्मिन् परिच्छेदे वयं किं पठितवन्तः? प्रथमवाक्ये एव अनेन ष्टिप् प्रत्ययेन निर्दिष्टं, शप् प्रत्ययेन निर्दिष्टम्, अनुबन्धेन निर्दिष्टं, गणेन निर्दिष्टम्, एकाच् ग्रहणेन इमानि पञ्चविधसूत्राणि यङ् लुकि न प्रवर्तनीयानि. अतः एकाच् उपदेशे अनुदात्तात् इति सूत्रम् अनया कारिकया न प्रवर्तते. अनया परिभाषया, परिभाषा अस्ति किल, तत्र परिभाषे उक्तत्वात् सूत्रे यद् निषेधः कृतः तद् यङ् लुकि न प्रवर्तते. अतः एव यद् कृ धातुः अनिच्छेदपि तत्र यदा वयं यङ् लुक् रूपं साधयामः तत्र इडागमः भवति एव. जाहिता जाहिष्यति इति वयं पश्यामः कस्य रूपम् इति, बेबिदिता धातुः प्रायः तेषां तत्र तु इडागमः इडागमनिषेधः न भवति इत्युक्ते इडागमः भवति. समीचीनं वा? तदेव अस्ति, कोऽपि एकः परिच्छेदः एव. धन्यवादः भगिनी. विजया भगिनी पठति वा? शर्करीतं च इत्या. आम् आं महोदय, शर्करीतं च इत्यादौ इत्यदादौ पाटात् शपः लुक् शर्करीतं च इति गणसूत्रस्य सङ्केतेन प्राचीनवैयाकरणाः यङ् लुगन्तधातुः शर्करीतम् इति वदन्ति नाम इयं संज्ञा स्वीक्रियते यङ् लुगन्तस्य कृते अनेन च आदिप्रभृतिभ्यः शपः इति सूत्रेण यङ् लुकि शपः लुक् भवति तदर्थं ग्रन्थकारः वदति शर्करीतं च इति अदादौ पाठात् शपः लुक् भवति अत्र शर्करीतं च इति अदादौ अदादिप्रत्यये तत्र सप्तमी भवति अदादौ इति पाठात् शपः लुक् भवति इति तत्र दत्तं शर्करीतं च इति गणसूत्रस्य सङ्केतेन प्राचीनपूर्वतनवैयाकरणः यङ् लुगन्तधातुः शर्करीतम् इति वदन्ति नाम अत्र किम् अस्ति चेत् इयं संज्ञा स्वीक्रियते यङ् लुगन्तस्य कृते एव न अन्यत्र अनेन च आदिप्रभृतिभ्यः शपः इति सूत्रेण यङ् लुकि शपः अत्र लुक् भवति तदर्थं ग्रन्थकारः वदति शर्करीतं च इति अदादौ पाठात् शपः लुक् भवति अत्र अदादिगणीयः धातुः स्वीकुर्मः चेत् अत्र शप् लुक् भवति जुहोत्यादिगणे अपि परन्तु अत्र अदादिगणे स्वीकृत्य प्राचीनवैयाकरणः यङ् लुगन्तधातुविषये किं वदन्ति चेत् चर्करीतं नाम अत्र इयं संज्ञा स्वीक्रियते यङ् लुगन्तस्य कृते एव भवति अत्र एतत् अदादौ गणे शपः लुक् भवति इति तत्र दत्तं गणसूत्रस्य विषये तावदेव खलु महोदय अत्र सम्यक् तावदेव तत्र यदा अदादिगणस्य धातुपाठं स्वीकृत्य पश्यामः अदादिगणे अन्तिमम् अस्ति चर्करीतं च इति चर्करीतम् इत्यनेन यङ् लुगन्तस्य प्रसङ्गे वदन्ति इति तस्य यङ् लुगन्तस्य अन्या संज्ञा अस्ति चर्करीतं च इति तद् तु गणसूत्रमस्ति अनेन वयं ज्ञातुं शक्नुमः यत् यङ् लुगन्तः अदादिवत् भवति इत्युक्ते यत् कर्तरी शप् इत्यनेन शप् आनीतवन्तः तस्य लुक् भवति प्रक्रिया अदादिवत् भवति समीचीनं वा आं महोदय अन्यानि सूत्राणि तु परिचितानि एव अन्ते गच्छामः विकरणम् इति भागः तत् पठामः धन्यवादः भगिनि उषा भगिनि आं भगिनि विकरणम् ओके चर्करीतं च इति गणसूत्रेण यङ् लुगन्तधातवः आत् आदिकाः आदादिकाः ओके अतः तत् अत्तादिकाः वा अत् एनि आत् अदादिकाः अदादिकाः इस् वाट् ऐत् ओके अतः अदादिकाः अतः तत्र शपः लुक् भवति अदादिगणवत् ओके अत्र प्रथमतया कर्तरि शप् इत्यनेन धातुतः शप् प्रत्ययः भवति कर्तर्थक सार्वधातुकप्रत्यये परे तदा अदिप्रभृतिभ्यः शपः इत्यनेन अदादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप् प्रत्ययस्य लुक् भवति चर्करीतं च इति गणसूत्रेण यङ् लुगन्तधातवः अत् अदादिकाः अदादिगणवत् इति चर्करीतं च इति गणसूत्रेण अर्थः भवति यङ् लुगन्तधातवः अद् इति द्वितीयगणधातोः इव इति द्वितीयगणधातोः कृते अद् इति प्रथमधातोः कृते शपः लुक् भवति अद् इति धातोः कृते अत्र प्रथमतया कर्तरि शप् इत्यनेन धातुतः शप् प्रत्ययः भवति परन्तु अदिप्रभृतिभ्यः शपः इत्यनेन अदादिगणे विहितस्य शप् प्रत्ययस्य लुक् भवति वयं जानीमः. अन्ये सर्वे आदिदेशिकधातवः भ्वादिगणीयाः, यथा सनन्ताः, निजन्ताः, यङन्ताः. तेषां सर्वेषां कृते शप् विकरणप्रत्ययः भवति. यङ्लुगन्तप्रसङ्गे एव चर्करीतं च इत्यनेन शप् प्रत्ययः भवति, परन्तु लोपः अपि लुक् अपि भवति. अन्ये आदिदेशिकदातवः इति कृते नूतनधातोः यत्र सिद्ध्यति, सनन्ताः, निजन्ताः, यङन्ताः, तत्र शप् प्रत्ययः विहितं भवति स्थितः इति. शप् प्रत्ययः स्थितः. द्वादशप्रत्ययाः इति वयं दृष्टवन्तः किल, तेषु केवलं यङ् लुक् इत्यत्र अधिप्रभृतिभ्यः शपः इत्यनेन शपः लुक् भवति. अन्येषु तु यदा भुवादिगणे वयं साधितवन्तः तादृशं रूपाणि साधयितुं शक्नुमः. समीचीनं, सम्यक्. एतेन अयं पाठः समाप्तः. अग्रिमपाठः अस्ति यङ् लुक् एव, तत्र वयं तिङन्तं योजयामः. तत्र पुनः आगच्छति एतानि सूत्राणि यत् वयम् अधीतवन्तः, द्वित्वकार्यम् अन्यत् सर्वं पुनः आगच्छति. अतः तत्र एव अस्माकं पुनः स्मरणम् अपि भवति. तद् कुर्मः, किञ्चित् अद्य आरम्भं कुर्मः. अरुणा भगिनी आरम्भं करोति वा? भगिनि, यङ् लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि. पूर्वतनपाठे दृष्टं यत् यङ् लुगन्तधातुभ्यः विधीयमान तिङन्तप्रत्ययाः एते लट्लकाये ति, इति, तः, अति, लिसि, ईषि, तः, थ, मि, इमि, वः, मः. लोट्लकारे तु, तु, ईतु, तात्, ताम्, अतु, हि, तात्, तं, ता, आनि, आव, आम. लङ्लकारे त, ईत्, ताम्, उः, स, ईहि, ताम्, ता, अम्, वा, वा, म. विदिलिङ्ग् यात्, याताम्, युः, याः, याता, यातं, यात, यां, याव, याम. सर्वत्र ईत् इति केन सूत्रेण वदति इति वदतु भगिनि. पूर्वस्मिन् पाठे दृष्टवन्तः, स्मरति तदेव अस्माकं कार्यम् इदानीं तदेव अस्माकं कार्यं पूर्वतन पाठं प्रति गत्वा ईट् आगमः. परन्तु हलादिपित् सार्वधातुकस्य एव किमर्थ तदेव अतः विधिलिङ्ग् इत्यत्र न आगतं. यात् यातां युः एव हलादि पित् सार्वधातुकस्य एव ईटागमः. अतः किञ्चित् पूर्वं गत्वा अपि स्मरणे आनयामः. तदेकं. द्वितीयं, प्रथमपुरुष बहुवचनम् अरुणा भगिनी, अति इति कथम् आगतं, तत्रापि एकं सूत्रं दृष्टवन्तः. अदभ्यस्तात् इत्यनेन तत्र जकारस्य अत् आदेशः भवति. अभ्यस्तसंज्ञकधातु उत्तरस्य प्रत्ययस्य आदिम अवयवस्य जकारस्य स्थाने अत्. अतः एव अत्र लटि बहुवचने अत् अति इति, लोट् इत्यत्रापि अतु इति भवति. लटि लोटि इदानीम् अदभ्यस्तात्. अनन्तरम् उः इति लङ्लकारे लङ् ओ जेर्जुस् अण्डर् देट् अस्य पदान्त न न दट् 3-4 अण्डर् जेर् ज्यूस् 6-1-96 नो नो भगिनि ऐ थिङ्क् नो नो सिजभ्यश्च विधिभ्यश्च पूर्वपरयोः तद् अनन्तरम् आगच्छति भगिनि. प्रथमम् उः विधीयते, जुस् इति विधीयते, चेर् जूस् इत्यनेन जुस्, अनन्तरं सिजभ्यस्तभिजभ्यस्य इत्यनेन ङित् लकारस्य अवस्थायां सिच् प्रत्ययात् अभ्यस्तसंज्ञका धातोः विद् धातोः च परस्य जी प्रत्ययस्य स्थाने जुस् इति आदेशः, जुस् इति आदेशः तत्र अनुबन्धलोपानन्तरम् उः उस् उः इत्येव अवशिष्यते. अतः सूत्रत्रयम् इदानीं यङ्गो वा इत्यनेन ईतागमः, अधभ्यस्तात् इत्यनेन जकारस्य स्थाने अथ, सिजभ्यस्तविधिभ्यश्च इत्यनेन जी स्थाने जुस् एव उस् इति भविष्यति. समीचीनं वा? एतावत् किञ्चित् वयं पूर्वं गत्वा अपि पश्यामः, तस्मिन् पाठे यत् पठितवन्तः तदपि किञ्चित् पुनःस्मरणं भवति. अस्तु, विजया भगिनी इदानीं सम्प्रति क्रमेण अजन्तधातूनां तदा. आं महोदय. सम्प्रति क्रमेण अजन्तधातूनां तदा हलन्तधातूनां सार्वधातुकलकारेषु तिङ्गन्तरूपाणि परिशीलनीयानि. आकारान्तधातवः प्रथमबिन्दुः सामान्य अकारान्ताः वा इति भवति यङ्लुगन्ते. द्यै अत्र द्या इति भवति, यङ्लुगन्ते दा द्या भवति. अत्र वावा इति यदन् यङ् लुगन्तधातु, अनन्तरं श्लौ इति न आगच्छति खलु महोदय अत्र? न, अत्र तु अधिप्रभृतिभ्यः शपः लुक् किल, अदादिगणवत्. परन्तु अस्माकं संयङ्गोः इत्यनेन द्वित्वकार्यम्. आमामां संयङ्गोः इत्यनेन अस्माकं यङ् प्रत्ययः, अतः द्वित्वं संयङ्गोः इत्यनेन अत्र द्यै ध्या अभवत्. अनन्तरं प्रक्रिया वदति वा किम् अस्ति इति? अत्र आदेश उपदेशे न आदेशे किमपि आकारान्तं भवति खलु महोदय? तद् आदेश उपदेशे अशीति सत् सम्यक्. द्यै द्या अभवत्, इदानीम् अनन्तरं वदतु अनन्तरं किं. अत्रापि एतदेव भवति महोदय, ग्लै इति ऐकारस्य स्थाने ग्ला इति भवति. एतत् अपि आदेश उपदेश अशीति इति इत्यनेन एव अत्र ग्ला भवति खलु महोदय? आम्, अग्रे वदतु अनन्तरं. जा इति अत्र संयङ्गो इत्यनेन अत्र लुगन्तधातुः द्वित्वं भवति, अतः जा ग्ला इति भवति खलु महोदय? द्वित्वं भवति चेत् किं भवति? ग्ला ग्ला इत्येव अनन्तरम् अत्र गकारः जकारः अत्र जलां जश् जशि न एतत् नास्ति. चोः कुहोचुः इत्यनेन वा महोदय? कुहोश्चुः कवर्गस्य चवर्गादेशः किल. समीचीनमेव. अस्तु अस्तु महोदय, अलादिषु पिच्छु अग्रे पठामि वा? न तद् करोतु. ग्लाग्ला इति अस्ति, ग्लाग्ला इति भवति. कुहोश्चुः इत्यनेन गकारस्य स्थाने जकारः भूत्वा किमर्थम् अत्र दीर्घं भवति? तदेव प्रश्नः. हलादिशेषः इत्यनन्तरम् आकारः तिष्ठति, गकारः लकारः एव किं लोपः जातः. हलादिशेषः करणीयः किल भगिनी? ग्ला ग्ला इति इदानीम् अस्ति समीचीनम् इदानीम् आम् महोदय अलादिशेषः अनन्तरम् अलादिशेषः इत्यनेन प्रथम हल्येव तिष्ठति अन्यानि वर्णानि लुप्तः भवति अतः जाग्ला इति भवति सत्यम् अतः एव तत्र ला लकारस्य लोपः जातः जा इति अस्ति जाग्ला आम् एतत् तदेव अतः एव अहम् उक्तवती पूर्वस्मिन् पाठे यत् कृतवन्तः तद् पुनः अत्रापि कुर्मः इति किमर्थं तत्र ह्रस्वः न भवति आम् जाग्ला इति वर्णमेलनं भवति अत्र हलादिशेषः अनन्तरं जाग्ला इति भवति अग्रे पठामि वा आं पठतु भगिनि हलादि पित्सु किमपि कार्यं नास्ति केवलं योजनमेव अङ्गस्य आकारान्तत्वे सति गुणकार्यं न सम्भवति आकारान्तत्वे सति गुणकार्यं न सम्भवति वा वा इति भवति चेत् अत्र वर्णमेलनमेव वा वा योः गति वा वाति इति भवति अजादि अजादिषु पित्सु केवलं सन्धिकार्यमेव वा वा योः आनि वा वाणि इति अकः सवर्णदीर्घे इति सूत्रेण सवर्णदीर्घः भवति अतः अत्र दीर्घत्वं स्वीकृतं वावाणि इति अन्तिमरूपम् हलादि अपित्सु इति धातु अन्तस्य धात्वन्तस्य आकारकस्थाने ईकारादेशः भवति ई अल् यगोः अल् यगोः इति सूत्रेण अतः वावा योगः तः अत्र वावीतः किमर्थं चेत् अत्र धात्वान्तस्य आकारस्य स्थाने ईकारः भवति अतः वा इति स्थाने अन्ते वा इति स्थाने दीर्घ ईकारः भूत्वा वावीतः मेलनेन वावीतः इति अन्तिमरूपम् अजादिषु अपिक्षु धात्वन्तस्य आकारस्य लोपः स्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः भवति अतः वावयोगः अति अत्र अतोगुणे इति कार्यं भवति वा महोदय न वा वर्णमेलनमेव वावति इति तत्र आम् तत्र भवति एव किल वावयोगः अति तत्र आकारः अस्ति तत्र तु पररूप आद अतोगुणे इत्यनेन पररूपं स्वीकृत्य वावति इति भवति सत्यं तत्र ग्लाग्ला इत्यत्र ग्लाग्ला वा ध्याध्या वा इत्यत्र तत्र प्रथमं तु ह्रस्वः इत्यनेन ह्रस्वादेशः भवति अनन्तरम् अस्माकं दीर्घोक्कितः इत्यनेन अकित् अभ्यासस्य दीर्घादेशः भवति यङि यङ्लुकि च अतः एव तत्र ग्लाग्ला इति अभवत् अथवा धाध्या इति तद् अवगतं वा वयमेकं सूत्रं कुत्र अस्ति भगिनि तत्र आकारान्तधातुः अस्ति किल दीर्घोकितः इति 7483 इति अस्ति अकित् अभ्यासः अकित् एव किल एतद् कित् नास्ति अदर्वैस् तत्र ग्ला ग्ला इति अभवत् प्रथमं समीचीनम् अनन्तरं कोकोश्चुः इत्यनेन जा न जलाग्ला इति अभवत् इदानीं तत्र अस्माकं सूत्रं किम् आसीत् हलादिशेषः इत्यनेन जाग्ला ह्रस्वः इत्यनेन जग्ला दीर्घोकितः इत्यनेन जाग्ला किमर्थं ह्रस्वः न तत्र इति पृष्टवती किल तस्य उत्तरम् अवगतं वा प्रक्रिया अहं शीघ्रं उक्तवती वा भगिनी भवती बहुवचने उक्तवती अतोगुणे इति नास्ति खलु तत्र आकारस्य लोपः भवति वावति इति खलु तत्र कुत्र बहुवचनं अहं तु इदानीं द्वित्वकार्ये एव अस्मि महोदय तत्पर्यन्तं न गतवती तत्र एव क्लेशः अस्ति. प्रथमं तद् साल्व् कुर्मः, अनन्तरं तत्र प्रक्रियां प्रति गच्छामः. अहं तु पूर्वं किमर्थं तत्र ह्रस्वः न अभवत् इति दृष्टवती. सो ग्लास् ग्ला भगिनि, अनन्तरं कुहोश्चुः, कुहोश्चुः. सो जग् ला ग्ला इति भवति, जग्ला ग्ला इति भवति. गकारस्य स्थाने इदानीं गृजा आगतम्, अतः जग्ला न देन् हलादिशेषः, नो हलादि समीचीनम्, हलादिशेषः, हलादिशेषः वा किमपि तत्र हलादिशेषः. ओके, जिला इत्यस्य कृते जु ग्ला एव भवति. नो समीचीनं, जि आ ग्ला, जा ग्ला, जा ग्ला इति भवति. देन् ह्रस्वः, ह्रस्वः हलादि, हलादि ह्रस्वः किं भवति, कुहोशुः, ह्रस्वः, ह्रस्वः इत्यनेन जा इति जु इति भवति, जग्ला भवति. अनन्तरं दीर्घोकितः इत्यनेन दीर्घत्वं भवति. ऐ सी, ओके, तद् वयं त्यक्तवन्तः. दीर्घोकितः इति 7483 अस्ति. अकित् अभ्यासस्य दीर्घादेशः भवति, यङि यङ्लुकि च. अतः एव अस्माकं सूत्रं 7-4 सूत्राणि 7-4 इत्येव अस्ति. हलादि द्वित्वकार्यम्, अनन्तरं 7-4 82 गुणो यङ्लुकोः आरम्भं, देन् अनन्तरं दीर्घोकितः. अस्तु, दीर्घोकितः तदेव कार्यं पूर्वत्र ध्यै इत्यत्रापि, ध्यै तत्रापि करोति वा, ध्या ध्या, देन् अनन्तरं वाट् इस् देट् अभ्यासे चर्चा, हलादिशेषः वा अभ्यासे चर्चा, प्रथमम् अभ्यासे चर्चा, ऐ थिङ्क् यत्किमपि कर्तुं शक्यते किल तत्र सूत्रस्य सूत्रसङ्ख्या अभ्यासे चर्चा इति 8-4 भगिनि, अन्ते, ओके ओके, अस्तु भगिनि. देन् 7-4 इत्यस्य कृते अन्तिमसूत्रं दत्त, कुहोशुः षट्पूर्वाकः हलादिशेषः, हलादिशेषः इत्यनेन ध्याद्या इत्यस्य कृते द् आ, सो धा धा धा धा ध्या इति भवति. देन् ह्रस्वः इत्यनेन धा इत्यस्य कृते, प्रथम धा इत्यस्य कृते द् एव भवति. सो महाप्राण द् अण्ड् देन् ध्या, महाप्राण द् देन् महाप्राण द् बिकम्स् अभ्यासे चर्च इत्यनेन चर्त्वं भवति. सो द् ध्या इति भवति, अल्पप्राण द् ध्या इति भवति. द् ध्या इति कृते दीर्घो कितः, दीर्घो अकितः, अकितः इत्यनेन दीर्घो अकितः, यङ् यङ् इति अकित् इत्यनेन दीर्घः भवति इत्यनेन दा ध्या इति भवति. समीचीनम्. एकवारं किञ्चित् मन्दरूपेण एव पश्यामः, पूर्वस्मिन् सूत्रस्य विस्मरणं जातम्, अतः किञ्चित् एकमेकं स्वीकृत्य तत् तादृशं पश्यामः चेत् मनसि तिष्ठति वा इति पश्यामः. अस्माकमेव अभ्यासः किल. समीचीनं दीर्घो भगिनी, हलादिषु पित्सु धन अनन्तरम् ईति इति प्रत्ययः न योजयति खलु, ति ईति तः ति एव ईति इति किमर्थं न करणी अत्र, कुत्र कुत्र न दत्तं भगिनि? हलादिपित् इत्यस्य कृते, हलादिषु पित्सु किमपि कार्यं नास्ति, केवलं योजनम्. ओके, बाबा योगति सर्वदा तत्र किमर्थं न प्रदर्शितम् इति वा, प्रायः अस्माकं कार्यमिति अन्ते आगच्छति रूपाणि साधनीयानि इति तत्र वयं साधयामः तत्र केवलम् उदाहरणमेव महोदयस्य किमपि प्रश्नः आसीत् एकनिमिषं पुनः पश्यामि हलादिपित्सु किमपि कार्यं नास्ति केवलं योजनम् तत्र आकारान्तत्वे सति गुणकार्यं न सम् तत्तु जानीमः किल आकारान्तः अस्ति अतः गुणकार्यं सामान्यगुणकार्यं किमपि नास्ति भवति अजादिपित्सु केवलं सन्धिकार्यं तत्र तु वावायोगः आनि तत्र सवर्णदीर्घसन्धिः हलादि अपित् अस्ति चेत् धात्वन्तस्य आकारस्य स्थाने ईकारादेशः ई हल्यगोः इति सूत्रेण आकारस्य स्थाने ईकारः वावायोगः तः वावीतः इति भवति अजादि अपित्सु एव महोदयस्य प्रायः प्रश्नः आसीत् धात्वन्तस्य आकारलोपः आकारलोपः श्नाद्यस्तयोरातः इत्यनेन भवति किमपि अन्यत् सूत्रम् उक्तवन्तः इति भाति मम तु तत्र दीर्घोक्तः इत्यस्मिन् विषये एव चिन्तितवती तस्मिन् समये अस्तु श्नाभ्यस्तयोरातः इति सूत्रेण तत्र आकारलोपः भवति वावायोगः अति वावति समीचीनं वा इदानीं सम्यक् अस्ति वा तद् नास्ति अनेनैव अकारलोपः भवति श्राभ्यस्तयोरातः इति सामान्यसूत्रम् ई अल्यगोः इति तत्र तस्य अपवादः अत्र किम् अस्ति इत्युक्ते अस्मिन् पाठे यद्यपि अधादिगणवत् इति उक्तं तथापि रूपाणि तु अस्माकं जुहोत्यादिगणवत् भवति किमर्थम् इत्युक्ते द्वित्वकार्यम् अन्यत् तत् कार्यं सर्वं भवति अस्तु भगिनि भगिनी पठितवती उषा भगिनी भवती एव श्नाप्यस्तयोरातः प्रथमवाक्यम् अनन्तरम् ई हल्यभोः पठतु अनन्तरं समापयामः अस्तु भगिनि श्नाभ्यस्तयोरातः श्ना प्रत्ययान्तस्य अभ्यस्तसंज्ञकस्य च अङ्गस्य आकारस्य लोपः भवति कितिङिति सार्वधातुकप्रत्यये परे अत्र श्नाभ्यस्तयोरातः इति सूत्रं वदति श्ना प्रत्ययान्त अङ्गम् अथवा अभ्यस्तसंज्ञक प्रत्ययान्त अङ्गम् अस्ति चेत् आकारस्य तदङ्गस्य आकारस्य लोपः भवति श्ना अभ्यस्त तयोः आतः आतः लोपः भवति लोपः इति श्नसोरल्लोपः इत्यनेन लोपः भवति ओके कितिङ् इति सार्वधातुके इति य अत्र अनुवृत्तिसहितम् आयाति श्नाप्रत्ययान्त अङ्गस्य अभ्यस्तसंज्ञकस्य अत्र कार्य अत्र विषयः अस्ति अभ्यस्तसंज्ञकस्य कार्यं च अङ्गस्य आकारस्य लोपः भवति वा इति धातोः कृते आकारस्य लोपः भवति वाव् योगः अति इति भवति अनन्तरं वर्णमेलनं वावति इति भवति श्नाभ्यस्तयोरातः इति एव समीचीनम् अग्रिमं ईहल्यगोः श्ना प्रत्ययान्तस्य अभ्यस्तसंज्ञकस्य च अङ्गस्य स्थाने ईकार आदेशः भवति कितिङिति हलादि सार्वधातुकप्रत्यये परे ओके परन्तु गुसंज्ञकधातुः चेत् न भवति गुसंज्ञक वयं जानीमः ओके श्ना प्रत्ययान्त अङ्गस्य अथवा अभ्यस्तसंज्ञकस्य च अङ्गस्य स्थाने अत्र यङ् लुग् अभ्यस्तसंज्ञा अस्ति अभ्यस्तसंज्ञकस्य च अङ्गस्य स्थाने ईकार आदेशः भवति कितिङ् इति हलादिसार्वधातुके प्रत्यये परे हलादि कितिङ् इति सार्वधातुकप्रत्यये परे हलादि इति कृते तः इति कृते हलादि कित् प्रत्ययः अत्र सार्वधातुकम् अपित् इत्यनेन ङित्वत् सो हलादि ङित् प्रत्ययः हलादि सार्वधातुकप्रत्ययपरः अस्ति इत्यनेन वावायोगः तः आकारस्य स्थाने प्रथमं ईकार आदेशः भवति अङ्गस्य स्थाने ईकार आदेशः भवति प्रथमं लोपः अनन्तरं आतः आतः ओके अतः इ ओके सो स्नाब् इ हल्यगोः 6411364112 ओके स्नाभ्यस्तयोरातः सो आतः इति आतः इति पूर्वसूत्रेण आतः स्नाभ्यस्तयोरातः आतः इति अत्र आगच्छति सो आतः इति ई भवति सो आत् इति कृते ई भवति इति आगमः ई इति आगमः भवति समीचीनं तस्मात् पूर्वम् एकं पङ्क्तिम् अस्ति किल भगिनि तदपि पठतु अनेन सूत्रेण न केवलम् अजाद्यपि अपि तु हलाद्यपि ओ अस्तु भगिनि अनेन सूत्रेण न केवलम् अजादि अपि अजादि अपित् अपित् अपि तु हलादि अपित् अपि कार्यं विहितम् श्नाभ्यस्तयोरातः ओके अनेन सूत्रेण न केवलम् अजादि अपित् अपि तु हलादि अपित् अपि कार्यं विहितं किन्तु हलादिषु अपित्सु ईहल्यगोः इति सूत्रम् एतत् कार्यं प्रबाद्य आकारस्य स्थाने ईकार आदेशं विददाति ओके ओ अस्तु भगिनि सो ऐतत् प्रथमं लोपः अनन्तरम् ईहल्यगोः नास्तु नास्ति परन्तु आतः इत्यनेन आतः ई भवति ईहल्यगोः इत्यनेन ई भवति इत्यनेन आतः आत् स्थाने ई आयाति इति कृते ओके समीचीनम् अस्तु भगिनि अतः अलादि अपित्सु ईहल्यगोः अजादि अपित्सु स्नाभ्यस्तयोः स्नाभ्यस्तयोरतः समीचीनम् एकमेव धन्यवादः अरुणा भगिनी अन्तिमसूत्रं पठतु भगिनि उष्यपदान्तात् अस्य पदान्तात् उस् प्रत्ययपदे अस्य पदान्तात् इत्यनेन पररूपादेशः उदाहरणमस्ति अवावः अवाबुः उष्य पदान्तात् सूत्रम् अपदान्तात् अकारात् उषिपरे प्रत्यय उषि प्रत्ययपरे पूर्वपरयोः पररूपम् एकादेशः भवति आद्गुणस्य अपवादः अव युगः उः अव् युगः उः अवुः न पदान्तम् अपदान्तम् क्षम्यताम् अनुबुद्धिसहितमेवमिति अनुबुद्धिसहितसूत्रम् अपदान्तात् आत् अचि उषि एकः पूर्वपरयोः पररूपं संहितायाम् अत्र प्रथमाविभक्ति बहुवचनम् अत्र जुः इति चेत् जुष् इति सूत्रेण भवति अपदान्त अकार अस्ति उस् प्रत्यय अस्ति चेत् पूर्वपररयोः पररूपम् एकादशः भवति इति सूत्रम् आद्गुणस्य अपवादसूत्रमस्ति समीचीनम् अतः पूर्वपरयोः पररूपम् एकादेशः उसि परे उसि इति अस्माकं लङ्लकार प्रथमपुरुष बहुवचनम् अतः किं गृहकार्यम् इत्युक्ते अस्य वा धातुः दै धातुः ध्यै धातुः क्लै धातोः रूपाणि किञ्चित् साधयतु तत्र प्रथमतः कुर्वन्ति चेत् तत्र अभ्यासकार्यं सर्वं कुर्वन्ति चेत् एकवारं पुनःस्मरणं भवति धातुत्रयं स्वीकृत्य कुर्वन्तु अनन्तरम् अग्रिमसप्ताहे इतोपि किञ्चित् विशेषकार्याणि पश्यामः धन्यवादः आम् धन्यवादः किञ्चित् मन्दमेव गच्छामः अस्मिन् पाठे पूर्वं किं पठितवन्तः इत्यपि पुनःस्मरणम् आं भगिनि समीचीनम् अस्तु धन्यवादः धन्यवादः भगिनि नमस्कारः